सर्वेषां स्वागतम्। अद्यतनकरपत्रम् अस्ति प्रेरणार्थे निच् इति। तर्हि गते सप्ताहे अस्माभिः कर्ता इत्युक्ते किम् इत्युक्ते कर्ता कः सूत्रमासीत्, अस्माकं सूत्रं स्वतन्त्रः कर्ता इति आसीत्। तर्हि वयं तु दृष्टवन्तः क्रियायां स्वातन्त्र्येण विवक्षितार्थः कर्ता स्यात् इति अहं मन्ये, सिद्धान्तकौमुद्यम् अस्ति इति मन्ये तादृशं वाक्यं। तर्हि अनन्तरम् अग्रे दृष्टवन्तः विवक्षातः एव कारकाणि भवन्ति इति अत्र इति दृष्टवन्तः। तर्हि एतावत्पर्यन्तं प्रश्नः अस्ति किं गते सप्ताहस्य यत् अस्माभिः चर्चितं, किमपि अंशः पुनः द्रष्टव्यः किं न खलु? अस्तु, तर्हि अग्रे सरिणा तर्हि मणिमहोदय आरम्भं करोति किं महोदय? कर्तुः अर्थः अग्रिमसूत्रस्य आधारः इति। एकनिमिषं महोदय। दत् प्रत्ययो जगः हेतुः च, कर्तुः प्रयोजक हेतुसमीच कर्तुसमीच च स्यात्। सामान्यकर्तुः प्रेरकस्य कर्तु संख्या अपि भवति, हेतुसंख्या अपि भवति, तस्य कर्तुः प्रयोजकः प्रवर्त्येत। तत् प्रयोजकः षष्ठी तत्पुरुषः, तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं च अव्ययपदं, त्रिपदमिदं सूत्रं। स्वतन्त्रतः कर्ता इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, तत् प्रयोजकः हेतुः च कर्ता। अत्र दत्तं प्रयोजकः कर्तुः प्रयोजकः हेतुसंख्या कर्तुसंख्या च स्यात् इति। यः कार्यं प्रेरयति अन्येषां, सः प्रयोजकः इति उच्यते। तत्समये कार्यं कर्तुं कर्ता अपि सः एव, अनन्तरं हेतु कार्यस्य हेतुः अपि प्रयोजकः एव इति अत्र दत्तं। सामान्य कर्तुः प्रेरकस्य कर्तुः समयापि भवति। सः यः प्रेरयति अन्यं तस्य प्रेरकस्य कर्तुः समीकः, प्रेरकस्य कर्ता अपि कर्तुसमीका अपि भवति, तदेव प्रयोजकः अपि अत्र दत्तम् इति अहं चिन्तयामि। अनन्तरं प्रयोजकः प्रयोजक षष्ठीतत्पुरुषः, हेतुः प्रथमान्तं, तत् प्रयोजकः अपि प्रथमान्तं च अव्ययपदं, त्रिपदं सूत्रम्, अनुवृत्तिसहितसूत्रं, तत् प्रयोजकः, तत् अत्र तत् इत्युक्ते कार्यं महोदय, प्रयोजकः प्रयोजकः एव कर्ता अपि च हेतुः, कार्यस्य हेतुः अपि इति अर्थः अहं चिन्तयामि महोदय। तत् इति तत् हेतुः इति तत्र उक्तमस्ति, प्रयोजकः हेतुः तत् हेतुः च कर्ता इति अर्थः अस्ति। इत्युक्ते कर्ता इति पूर्वम् अस्माभिः दृष्टमासीत् स्वतन्त्रः कर्ता इति दृष्टमासीत्, इत्युक्ते स्वातन्त्र्येण यः विवक्षितः अस्ति सः कर्ता इति क्रियायां यः विवक्षितः अस्ति इति। तर्हि अग्रे किम् अत्र पश्यामः इत्युक्ते, तर्हि कर्ता द्वयं भेदद्वयं भवितुम् अर्हति इति। प्रथमम् अस्ति यः प्रयोजकः इत्युक्ते, उदाहरणत्वेन पश्यामः चेत् एकः हेतुः अस्ति, कार्यस्य कृते हेतुः एकः अस्ति, किन्तु अन्यः कार्यं करोति, तर्हि तस्मिन् सन्दर्भे कर्ता द्वयं भवितुमर्हति। एकस्य नाम अस्ति हेतुः इति, हेतुः इत्युक्ते प्रयोज्यकर्ता इति वर्णः इति, क्षम्यताम्, आम् प्रयोज्यकर्ता इति वदामः. अनन्तरं यः साक्षात् कार्यं करोति सः भवति प्रयोजककर्ता इति. उदाहरणार्थं इतः एव अस्माकं निजन्तचिन्तनं आयाति, प्रेरणाति निश्चिति चिन्तनम् इत्युक्ते एकः प्रेरयति अन्यः करोति. यः प्रेरयति तस्य नाम अस्ति हेतुः, सः एव हेतुः अस्ति, सः एव प्रेरयति खलु इति कृत्वा तस्य नाम हेतुः, नो चेत् प्रयोज्यकर्ता इति वक्तुं शक्यते. अनन्तरम् अस्ति यः साक्षात् कार्यं करोति, प्रेरितः भूत्वा कार्यं करोति सः अस्ति प्रयोजककर्ता इति. तर्हि उदाहरणार्थं किमस्ति, धनिकः सेवकेन कार्यं कारयति इति. तर्हि अत्र धनिकः अस्ति, अत्र तु साक्षात् कार्यं तु ह्यः करोति, सेवकः एव कार्यं करोति खलु, किन्तु धनिकः प्रेरकः अस्ति इति कृत्वा, धनिकेन प्रेरितः भूत्वा सेवकः कार्यं करोति इति कृत्वा धनिकः भवति प्रयोज्यकर्ता. अनन्तरम् अस्माकं हेतुः इति. अनन्तरं प्रयोजककर्ता अस्ति सेवकः इति. महोदय तदेव उक्तवान् इति आगच्छामि. आम् अग्रिमपङ्क्तिमपि पठति किं भगिनि? भगिनि प्रयोजक इति समस्तपदमस्ति, तस्य तत्रस्ति तस्य महोदय वर्गे उक्तवान् तस्य इति. अत्र भवति प्रयोज्यकर्ता, पूर्वं यस्य कर्तृ संज्ञा जाता, पूर्वं यस्य कार्यं क्षम्यतां पूर्वं तस्य कर्तृ. अत्र तत् प्रयोजकं भिन्न व्यस्तप्रयोगे इति दत्तमस्ति, किन्तु तत् दोषाय अस्ति. धन्यवादः भगिनि. तर्हि तत्प्रयोजक इत्युक्ते तस्य प्रयोजकः हेतुः इति. हेतुः प्रयोजकस्य त्रीणि संज्ञा तिस्रसंज्ञाः सन्ति, प्रयोजक हेतु कर्ता अपि. अस्तु भगिनि, कर्ता इति तेषां द्वयोः अपि संज्ञा भवति इति खलु. किमं अत्र भगिनी इत्युक्ते अत्र तत् प्रयोजको इति अस्ति खलु, तत्र तत् इति तत् प्रयोजको इति समस्तपदमस्ति, इत्युक्ते तस्य प्रयोजकः यः प्रयोजकः भवति तस्य प्रयोजकः. अनन्तरं हेतुः च कर्ता इति संज्ञा अस्ति. एवमेव खलु भगिनि, मम अवगमनं समीचीनं किम्? आमाम् इति महोदय द्वितीयवाक्ये तस्य कर्तृ प्रयोजक प्रवर्त्यत, सो तस्य अति अत्र प्रयोज्य यस्यवारं पूर्वं यथा भवति इति बालकं कार्यं करोति, तत्र बालकस्य कर्तृ इति पूर्वं संज्ञा जाता, स्वतन्त्र कारके स्वतन्त्र इति कर्ता अनेन सूत्रेण, इदानीं पिता बालकेन कार्यं कारयति, अत्र पिता भवति तस्य बालकस्य प्रयोजक, अत्र बालकेन इति आगच्छति. तदनन्तरं विवक्षा अनुसृत्य भवति खलु, अस्माकं प्रयोगः भवति इति. प्रथमं कुत्र बालकेन, कुत्र द्वितीया विभक्ति आगच्छति. अत्र प्रथमवासे यदि अस्माकं विवक्षा अस्ति बालकः कार्यं करोति इति विवक्षा अस्ति चेत् स्वतन्त्रः कर्ता इति सूत्रेण सः कार्यं करोति इति कृत्वा कर्तासंज्ञा प्राप्नोति बालकः इति. अनन्तरं यदि अस्माकं विवक्षा अस्ति पित्रा क्षम्यतां पिता पुत्रेण कार्यं कारयति इति वाक्ये, यत्र पिता पुत्रम् उपयुज्य तस्य प्रयोजकः भवति, यः स्वतन्त्रः अस्ति कर्ता अस्ति तं तस्य प्रयोजकः भूत्वा प्रेरयति इति कृत्वा पितुः पिता हेतुः भवति, तर्हि प्रयोजकर्ता भवति इति. अस्तु, तर्हि अनुवृत्तिः आगच्छति इति. अवगच्छामि भगिनि. भगिनि तत्तु प्रयोज्यः बालकः, न तु प्रयोजकः बालकः. प्रयोजकः बालकः, प्रयोज्यः पिता. प्रयोज्य बालकः अस्ति किम्? प्रयोज्य बालकः अत्र यः प्रयोजकः भवति तादृशप्रयोजकः एव हेतुः अस्ति खलु भगिनि, तादृशमस्ति. प्रयोजकः एव हेतुः अस्ति इति कृत्वा सः कर्ता भवति. अनन्तरं यः कार्यं करोति सः प्रयोज्यकर्ता अस्ति. समीचीनं किं मम अग्रे पठामि. तत्र प्रयोज्यकर्ता कार्यं करोति, प्रयोजककर्ता तं प्रयुज्यकर्तारं कार्यं प्रेरयति. अस्यां दशायां प्रयुज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति विवक्षायां वैयाकरणं वदन्ति यत् आं तिष्ठति. सः च प्रेरितो भवति न वा इति स्वेच्छया अस्ति. कार्यं करोति वा कर्म करोति न वा इति पुनः स्वेच्छया. यः कर्तारं प्रेरयति तस्य कर्तुसंज्ञिका हेतुसंज्ञिका च स्याताम्. हेतुसंज्ञिका संज्ञायाः महत्त्वं भवति अग्रिमसूत्रे. अत्र प्रयोजकः कार्यं कर्तुं प्रेरयति, यः प्रेरितः तस्य नाम प्रयुज्यकर्ता. सः एव कार्यं करोति, तस्यां प्रेरितं भवति प्रयोजकेन. अतः प्रयोजकः कार्यं करोति अत्र. महोदय स्वतन्त्रता कार्यं करोति वा इति न वा इति ज्ञातुं शक्नुमः चेत् अत्र वैयाकरणः वदन्ति आम् स्वतन्त्रेण कार्यं करोति इति. अनन्तरं प्रेरितो भवति न वा इति च स्वेच्छया अपि प्रेरितः भवति. अनन्तरं कार्यमपि स्वेच्छया अपि करोति इति अत्र दत्तं. कर्तारं यः कर्तारं प्रेरयति तस्य इत्युक्ते प्रयोजकः कर्ता. कर्तुसंज्ञा अपि भवति हेतुसंज्ञा अपि तस्य एव. धन्यवादः महोदय. मया तु पूर्वं तु पूर्णतया दोषाय उक्तमासीत् खलु. आमां धन्यवादः भगिनी. तर्हि कर्ता द्वयं भवति. प्रथमं यः स्वतन्त्रेः न कार्यं करोति सः कर्ता, सः कर्तृसंज्ञा, तस्य कर्तृसंज्ञा भवति स्वतन्त्रः कर्ता इति सूत्रेण. अनन्तरं यदि तादृशकर्ता अस्ति किन्तु अन्येन प्रेरितः भूत्वा कार्यं करोति चेत् अपि सः स्वतन्त्रः एव अस्ति. किमर्थम् इत्युक्ते व्याकरणः वदन्ति कर्तव्यं वा, अन्यः प्रेरयति किन्तु साक्षात् अनन्तरं कर्तव्यं वा न कर्तव्यं वा इति निश्चयः तु स्वयं करोति इति कृत्वा सः तु स्वतन्त्रः एव अस्ति इति तेषां वादम्. तर्हि तादृशं यः कार्यं करोति सः स्वतन्त्रेण कार्यं करोति, सः तु कर्ता अस्ति. तस्य नाम तु वयं प्रयोज्यकर्ता इति वक्तुं शक्यते. यदा इत्युक्ते अन्येन प्रेरितः भूत्वा यदा कार्यं करोति तदा तादृशसन्दर्भौ तस्य नाम प्रयोज्यकर्ता इति वक्तुं शक्यते. अनन्तरं तत् प्रयोजकः तादृशं स्वतन्त्रकर्ता यः अस्ति प्रेरितः भूत्वा कार्यं करोति, यः प्रेरयति तस्य नामद्वयं भवति खलु, संज्ञाद्वयम् अस्ति. प्रयोजकः इति एकं नाम अस्ति, एकं नाम अन्यनाम अस्ति हेतुः इति अस्ति. साक्षात् कर्तृसंज्ञा किमर्थम् इत्युक्ते कर्तृसंज्ञा भूत्वा प्रथमविभक्तौ आयाति अस्माकं कर्तृप्रयोगे इति कृत्वा कर्तृसंज्ञा भवति. हेतुसंज्ञा किमर्थम् इत्यस्य विवरणम् अग्रिमसूत्रे आयाति इति दत्तम् भगिनी. अस्मिन् परिच्छेदे महोदय सूचितवान् स्वेच्छया इति समस्तपदमस्ति. स्वस्य इच्छा इति षष्टितत्पुरुषसमास सन्धिभूत्वा स्वे इच्छा भवति, तस्य तृतीया विभक्त्याम् अस्ति स्वेच्छया इति. भगिनी अत्र एतत् तत् प्रयोजको हेतुश्च इति, तत्र अधिकारः तु आकडारादेकासंज्ञा इति अस्ति किल, तत्र संज्ञाद्वयं भवितुम् अर्हति वा? किमर्थं तादृशम् अत्र? इति प्रश्न वर्गे आगत समाधानम् आसीत् करार संज्ञा एका भवति यदि भिन्नैः सूत्रैः भिन्ना संज्ञा आगता एकपदस्य कृते तदा करार संज्ञा इति एका संज्ञा स्वीकरोति यदि अत्र सूत्रे एव दत्तम् अस्ति तत् प्रयोजको हेतु च सो अतः अपवादेन भवति सूत्रं प्रयोजकः अपि अस्ति हेतु अस्ति द्वे संज्ञा एकं सूत्रं सूत्रे एव दत्तम् अस्ति कारण एका संज्ञा अत्र कार्यं न करोति तस्य प्रसक्तिः नास्ति च इति नासीत् चेत् एक आकडरात् एका संज्ञा इत्यनेन एकमेव संज्ञा भवितुम् अर्हति तर्हि हेतु इत्येव भवति तस्य संज्ञा कर्ता इत्यस्य संज्ञा न भवति किन्तु च इत्यनेन अत्र अनुवृत्तिः कर्ता इत्यस्य अपि अनुवृत्तिः भूत्वा द्वयोः अपि एकेनैव सूत्रेण द्वयोः अपि किं वदेम वयं च इत्यनेन उभयोः अपि समुच्चयार्थे असमुच्चयार्थे अत्र आगच्छति इति अस्तु धन्यवादः स्वस्य इच्छया या स्वस्य इच्छा स्वस्य इच्छा स्वेच्छा अनन्तरं तस्य तृतीया विभक्ति स्वेच्छया अत्र नास्ति स्वेच्छया स्वेच्छया इति अस्ति खलु स्वेच्छया इति अस्ति पुनः स्वेच्छया इति स्वेच्छया एकम् अस्ति स्वस्य इच्छा आम् स्वस्य इच्छा इति षष्टि तत्पुरुषसमासः भवति स्व इच्छा इति मिलित्वा मेलनं भूत्वा स्वेच्छा इति भवति अनन्तरं तस्य तृतीया विभक्ति स्वेच्छया स्वेच्छया अस्तु अस्तु आं भगिनि अत्र पूर्वस्मिन् परिच्छेदे तत्र तत् प्रयोजको हेतुश्च तत्र तत् प्रयोजकः इति समस्तपदं लेखनीयं वा तत्र तत् प्रयोजकः इत्युक्ते स्वतन्त्रकर्तुः प्रयोजकः इति इत्युक्ते अत्र मम प्रश्नः तु तत्र तत् इति पृथक्तया लिखितमस्ति तत् प्रयोजकः इति लिखितमस्ति किन्तु अत्र षष्टितत्पुरुषसमासं कृत्वा तत् प्रयोजकः इति एकमेव पदम् अस्ति एकमेव पदं लिखामश्चेत् तत्र तत् प्रयोजकः हेतुः अपि च सः एव तस्य प्रयोजकः इति भवेत् खलु तस्य भिन्नरूपेण पृथक्तया लिखामः चेत् तस्य प्रयोजकः हेतुः च कर्ता इति वक्तव्यम् आसीत् महोदय सूचयिष्यामः इत्युक्ते महोदयस्य वाक्ये तथा एव महोदय दत्तवान् आसीत् तस्य प्रयोजकः इति तत् प्रयोजकः इति दत्तवान् किन्तु अत्र लिखितवान् तत्र तु किञ्चित् स्पेस् मध्ये अभवत् महोदय पृष्टा तस्य किं तस्य न भगिनि सरला भगिनि किं तस्य तस्य किं तथैव एतदेव सर्वे विवरणं कृतम् अत्र वयं साधारणपदमेव तत् फलम् इति शृणुमः एव तत् फलम् इत्युक्ते तस्य फलम् इति एव तत्र षष्ठिविभक्तेः लोपं कृतवान् ह्यः एव अहं तदुपरि इति एकं पदम् उक्तवती तत्रापि तस्य उपरि इति एव वक्तव्यमस्ति इत्युक्ते आहत्य एतेषु पदेषु षष्ठिविभक्तेः लोपं कृत्वा वक्तव्यम् अस्तु अत्र चुरादिगणे णिच् प्रत्ययः विधीयते भिन्नसूत्रेण ण्यन्तप्रकरणे तत्तु क्षम्यताम् अग्रे पठतु अहं चिन्तयति भगिनी किमपि वदति मां वदति इति क्षम्यताम् अग्रे पठतु अत्र चुरादिगणे इत्यस्मात् आरभ्य वा तदेव न भगिनि तदेव आमाम् अस्तु चुरादिगणे णिच् प्रत्ययः विधीयते भिन्नसूत्रेण ण्यन्तप्रकरणे णिच् प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण अत्र अस्य महत्त्वं किं भगिनि किम् इत्युक्ते यत्र निश्चिति उभयत्र वयं पश्यामः तर्हि कदाचित् भ्रमः जायते खलु. तर्हि पूर्वं चुरादिगणे यत् निच् पठितम् आसीत् सः निच् कः, एतद् निच् कः, एषः निच् कः इति पुनः प्रश्नः आयाति खलु. तदर्थमेव पृथक्त्य भिन्न तत्तु साक्षात् भिन्नम् इति अवगन्तुमेव महोदयेन पुनः दत्तम् अस्ति. पूर्वम् अस्माभिः चुरादिगणे यत् पठितम् आसीत् तद् केन सूत्रेण तत्र निच् आयाति? तत्र किम् इत्युक्ते तत्र अत्र तु हेतुमस्ति च इति सूत्रेण निचायाति इति अग्रे अग्रिमसूत्रे सूत्रे आयाति. हेतुमस्ति च इति यत्र आगच्छति तत्र तु प्रेरणार्थकः अस्ति खलु. हेतुः इत्युक्ते किं प्रेरणार्थकः अस्ति खलु. तर्हि एतादृशं निच् तु प्रेरणार्थकः निच् अस्ति. पूर्वं चुरादिगणीय चुरादिगणस्य यत् निच् अस्ति तत्तु कर्तरर्थकः अस्ति खलु. स्वार्थे स्वार्थेन क्षम्यताम् उभयत्र तु कर्तरर्थकः अस्ति, स्वार्थे आसीत् कर्तरर्थकः स्वार्थे चुरादिगणस्य, अत्र कर्तरर्थकः प्रेरणार्थे. अस्तु, इत्युक्ते अत्र चुरादिगणे सर्वेभ्यः धातुभ्यः णिच् विधीयते एव, किन्तु स्वार्थे णिच् विधीयते चेत् तत्र सत्यापपाशरूपेण तेन सूत्रेण स्वार्थे णिच् विधीयते, किन्तु प्रेरणार्थे हेतुमति च इत्यनेन. रूपं तु यदि यत्र चुरादिगणस्य धातुः अस्ति तस्य तु रूपं तु समानमेव भवति, प्रेरणार्थक णिच् विदित्वापि अनन्तरं स्वार्थकनिच् विदित्वापि रूपं तु समानमेव भवति, किन्तु अविवक्षानुसृत्य वाक्यं भिद्यते. तेन अस्माभिः अवगन्तुं शक्यते प्रेरणार्थे णिच् अस्ति वा स्वार्थे णिच् अस्ति वा इति अवगन्तुं शक्यते. अस्तु, बालकः चोरयति स्वार्थे इति वयं जानीमः. किमस्ति अन्येन अन्यः बालकेन चोरयति इति यत्र वदामः तत्र तु प्रेरणार्थके इति वयं जानीमः. भगिनी प्रक्रिया भिन्ना अस्ति तत्र नेति इति सूत्रमागत्य इकारः द्विवारं न आनेतुं शक्यते तत्र नेरण्टि इत्यनेन. तत्र एवमेव उक्तवती रूपं समानं भवति, रूपं समानमस्ति तावदेव. तर्हि विवक्षा अनुसृत्य वाक्यं दृष्ट्वा अस्माभिः वक्तुं शक्यते यदि कुत्र प्रेरणार्थे निच् अस्ति इति अस्माभिः अवगन्तुं शक्यते. उत्तमम्. इत्युक्ते अत्र सरलभगिन्या यदुक्तम् तत्र किम् इत्युक्ते प्रेरणार्थे अपि चुरादिगणे णिच् विधीयते चेत् पुनः द्विवारम् इकारः णिच् इत्यस्मात् इकारः पुनः द्विवारं न आयाति तस्मिन् सन्दर्भे. प्रथमं तु आगच्छति अनन्तरं नेरनिटि इत्यनेन तस्य अपगच्छति. अस्तु, सोपानेन लिखामः चेत् प्रथमं लिखामः नो चेत् भ्रमः जायते खलु. प्रथमं चुरादिगणस्य धातुः अस्ति इति कृत्वा लिखामः, अनन्तरं सत्यपपाशे इत्यनेन विधीयते, कर्तरर्थके अस्ति इति कृत्वा आगच्छति एव सूत्रे, अनन्तरं नेरनिति इत्यनेन वयं न कुर्मः. अस्तु, अवगतं. हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्, णिच् विधायकं सूत्रम्. क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः. आधारतया अस्यास्तीति हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः. प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति. व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् स्वनिष्ठाधारित निरूपिताधेयसम्बन्धेन हेतुः. यत्रस्ति सः हेतुमान् व्यापारः तस्मिन् वाच्ये णिच् इति आहुः इति तत्त्वबोधिनि. अस्यां स्थितौ यत्र हेतुमतिव्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः णिच् प्रत्ययः विधीयते. हेतुमति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सत्यापपाशरूपवीणातूलशोकसेनालोमत्वचवर्णवर्म वर्मवर्ण चूर्णचुरादिभ्यो णिच् इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः प्रत्ययः परश्च अनयोः अधिकारः धातुरेकाचः आदेः क्रियासमभिहारयन् धातोः इत्यस्य अधिकारः वचनपरिमाणेन क्षम्यतां वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमति च धातोः णिच् प्रत्ययः परश्च. अत्र हेतुमति च इति विधायकसूत्रं णिच् विधायकसूत्रम् इति इत्युक्ते प्रेरणार्थे णिच् विधीयते यत्र यत्र तस्मिन् सन्दर्भे इदं सूत्रम् आयाति. अपि च अत्र प्रयोजकव्यापारे प्रेषणादौ इति पदद्वयमस्ति. यत्र यस्मिन् कार्ये अथवा यस्यां क्रियायां प्रयोजकः अस्ति तदेव प्रयोजकव्यापारः. अपि च प्रेषणादौ इति दत्तमस्ति इत्युक्ते प्रेषणम् आदि इत्यादयः इत्युक्ते कानिचन अन्यानि कार्याणि सन्ति तेषां सन्दर्भे अपि धातुतः णिच् विधीयते. अत्र तानि प्रेषणादिकार्याणि कानि इति अग्रिमे परिच्छेदे दत्तमस्ति. अत्र धातुतः णिच् विधीयते. क्रियां कर्तुं यः प्रयोजकः प्रयोज्यं प्रेरयति अत्र पदद्वयमस्ति प्रयोजकः प्रयोज्यः अथवा प्रेरकः प्रेरितः. अत्र प्रेरितः एव प्रयोज्यः प्रेरकः एव प्रयोजकः. प्रथमतया प्रयोजकः कः इति अवगन्तव्यं. प्रयोजकः इत्युक्ते सः एव क्रियायाः हेतुः इति अस्ति. अनन्तरम् आधारतया स्यास्ति इति हेतुमान् एतत् अहं न अवगतवती. अत्र हेतुमान् इति पदं मतुप्रत्ययान्तपदमस्ति. अत्र हेतु तत्र उकारान्तपदमस्ति इति कृत्वा मत् इति आयाति प्रातिपदिकं हेतुमत्. किन्तु प्रथमविभक्त्यन्तरूपं हेतुमान्. किन्तु अत्र पदमस्ति सूत्रे हेतुमति सप्तमी विभक्ति एकवचनरूपम् अस्ति. अत्र हेतुमति इति पदं पदस्य समानार्थकपदं किम् इति पश्यामश्चेत् व्यापारे व्यापारः हेतुमान् हेतुमति व्यापारे इति भवति. अत्र अग्रे भवती वदतु भगिनि. अहं किम् इत्युक्ते प्रथमम् अहं हेतुमति इति त्यजामः एवं वाक्यं वदामि. अत्र किं अत्र हेतुमति इति सप्तमी अस्ति खलु. अहं वदामि प्रेषणादिक्रियायां धातोः णिच् प्रत्ययः परश्च इति अस्ति इति चिन्तयतु. प्रेषणादिक्रियायाम् इत्युक्ते अत्र क्रियायाम् इति सप्तमी विभक्ति अस्ति. कीदृशसप्तमी अस्ति एतद्? एषा कीदृशी सप्तमी? अधिकरणं नास्ति खलु, विषयसप्तमी अस्ति. आम् सप्तमी त्रयं भवितुम् अर्हति. एकं भगिन्या यत् उक्तमासीत् अधिकरणसप्तमी इति. उदाहरणार्थं स्यूते किमस्ति? स्यूते स्यूतानि अस्ति, पुस्तकानि सन्ति स्यूते इति. तत्र तु अधिकरणम् अस्ति, आधारः भवति खलु स्यूतः पुस्तकानाम् इति कृत्वा अधिकरणसप्तमी. अनन्तरम् अस्माकं सूत्रेषु सामान्यतया निमित्तसप्तमी आयाति. अचि इति आगच्छति खलु, इकोयणचि इत्यस्मिन् अचि इति निमित्तसप्तमी अस्ति. अच् प्रत्यये परे इति, अच् प्रत्याहारे प्रत्याहारस्य कश्चन वर्णे परे इति निमित्तसप्तमी अस्ति. अनन्तरमपि अस्ति सतिसप्तमी इत्यपि अस्माभिः दृष्टमासीत् खलु, पूर्वं पठितमासीत् खलु. अध्यापके आगते सति बालकाः तिष्ठवन्तः इति, तर्हि तत्तु सतिसप्तमी अस्ति. अनन्तरम् अत्र किम् इत्युक्ते विषयसप्तमी अस्ति इत्युक्ते एतादृशसन्दर्भे धातोः यत्र क्रियायां प्रेषणादिक्रियायाम् इत्युक्ते प्रेषणादिक्रिया यत्र सम्भवति तत्र धातोः णिच् प्रत्ययः धातोः अनन्तरं णिच् प्रत्ययः विधीयते इति, परः आगच्छति इति सूत्रस्य सारांशः. प्रश्नः अस्ति किं यत्र वयं प्रेषणादिक्रियायाम् इत्युक्ते प्रेषणादिक्रियासन्दर्भविषये इति, यत्र सन्दर्भः भवति तादृशविषयेषु धातोः अनन्तरं णिच् प्रत्ययः परः आगच्छति इति सूत्रस्य सारांशः. अत्र प्रेषणादिक्रिया इत्युक्ते इत्यस्य भिन्न समानपदम् अस्ति व्यापारः इति वदामः. तर्हि व्यापारः इति व्यापारे इति, सप्तमी विभक्ति वक्तव्यं खलु. प्रेषणादिक्रियाव्यापार इत्युक्ते व्यापारे धातोः णिच् प्रत्ययः परश्च आगच्छति इति संशयः. अधुना कुत्र णिच् प्रत्ययः आगच्छति इति अवगच्छामः खलु. अधुना किम् इत्युक्ते व्यापारः इत्युक्ते प्रेषणादिक्रिया एव हेतुमान् अस्ति. कोऽपि तादृशी क्रिया अस्ति खलु, क्रिया एव हेतुमान् भवति, हेतुमान् भवति. उदाहरणार्थं केनापि आज्ञा दीयते, आज्ञा वा नो चेत् अग्रे व्यापारः कीदृशव्यापारः भवितुमर्हति इति, बहवः व्यापाराः भवितुमर्हन्ति इति अग्रे महोदयेन दत्तमस्ति. एकैकं स्वीकृत्य अग्रे अहम् एकनिमिषं वदामि. अध्येषणा, प्रेषणा, सम्मितिः, उपदेशः, अनुग्रहः इति सर्वमस्ति. यत्र गुरुणा क्रियते तत्र तु उपदेशः वा अनुग्रहः वा भवति खलु. तादृशम् गुरुः वदति पुत्रये तादृशं करोतु इति सः वदति चेत् तादृश उपदेशः वा अनुग्रहः वा तदपि व्यापारः भवितुमर्हति. तर्हि तादृशक्रिया यत् अस्ति सः भवति हेतुमान्, सः एव हेतुमान् भवति खलु. हेतुमान् इत्युक्ते अत्र पूर्वम् अस्माकं वाक्यमस्ति आधारतया अस्य अस्ति इति हेतुमान् इत्युक्ते मतुप्रत्ययः अस्ति, अस्य वा अस्मिन् वा तादृशभावः अस्ति, हेतुभावः अस्ति तादृशक्रियायाम् इति अस्ति. एतादृशव्यापारेषु हेतु हेतु व्यापाराः हेतुमान् अस्ति इत्युक्ते हेतु भावः वर्तते अस्मिन् अस्ति इति कृत्वा हेतुमान् इति वदामः. तर्हि हेतुमान् इत्यस्य सप्तमी विभक्ति इत्युक्ते यत्र हेतु हेतुमतिक्रिया भवति, हेतुमतिक्रिया भवति तादृशहेतुमतिक्रियायां सन्दर्भेषु इत्युक्ते विषयसप्तमी अस्ति. तादृशहेतुमतिक्रियायां सन्दर्भेषु इत्युक्ते क्रियासन्दर्भेषु धातोः परे निश्च प्रत्ययः विधीयते इति. अस्तु भगिनि, अत्र स्वनिष्ठाधारितनिरूपिताधेयता सम्बन्धेन हेतुः, तस्मिन् विषये अवधानं दातव्यं वा, अत्र चिन्तनम् अपेक्षितं वा? तत्तु ये जनाः न्यायवर्गं गतवन्तः तेषां सम्यक् अवगमनं भवति, किन्तु अधुना किञ्चित् बृहत् अस्ति वाक्यस्य निरूपणं, चित्ररूपेण करणीयम्. इतोपि अत्र च इति अव्ययपदस्य आवश्यकता का, तस्य अर्थः अस्मिन् सूत्रे? एकनिमिषं, पूर्वतनसूत्रं यदि वयं तत्र तु पूर्वतनसूत्रं कुत्र अस्ति, निच् प्रत्ययः च इति, निच् इत्यस्य अनुवृत्त्यर्थं, क्षम्यतां, परश्च इति आयति खलु, परश्च इति सूत्रात् च इति आगच्छति, तावदेव. अपि च अत्र अस्मिन्नेव वाक्ये इत्याहुः इति लिखितम् अस्ति, अत्र ब्रू धातोः विकल्परूपमेव आहुः. अत्र वदति इत्यस्मिन् अर्थे तत्र ब्रवीति इति, ब्रवीति इत्यस्य ब्रू धातोः एकं रूपं ब्रवीति, अन्यत् रूपम् आहुः. अत्र भगिनी अन्तिमं वाक्यं किञ्चित् वदतु, वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः तत्र किमपि. अत्र पूर्वतनसूत्रे तु धातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति, एकाच् धातोः इति षष्ठीविभक्ति अस्ति, यङ् प्रत्ययस्य सूत्रमस्ति, तर्हि विधायकसूत्रमस्ति. अत्र धातोः इति यत्र षष्ठी विभक्तिः अस्ति, अत्र यत्र अस्माकं हेतुमति च इति सूत्रे अस्माभिः षष्टिविभक्तिरूपेण स्वीकुर्मः चेत् अर्थः न भवति खलु, सम्यक्तया न आगच्छति खलु इति कृत्वा सामान्यतया कदाचित् अस्माभिः यत्र वयम् अनुवृत्ति कुर्मः तत्र वचनपरिवर्तनं वा विभक्तिपरिवर्तनं वा भवति एव कदाचित्, वचनं वा विभक्ति वा परिवर्तनं भवति अत्र अत्र तु वचनपरिवर्तनं नास्ति, वचनपरिवर्तनं अत्र धातोः इति, एकनिमिषं, धातोः इति पूर्वतनसूत्रे तत्रापि धातुभ्यः इति प्रायः पञ्चमी एव स्यात्, एकनिमिषं, धातोः एकाचि धातोः लादेः, एकनिमिषं द्रष्टव्यं. अनुवृत्तिसहितं सूत्रं दृष्ट्वा एव वक्तुं शक्यते षष्ठी वा पञ्चमी वा इति. क्षम्यतां, धातोः इति पञ्चमी एकवचनम् अस्ति. धातोः इत्येव पर्याप्तं खलु? धातुभ्यः इत्युक्ते सर्वेषां धातुभ्यः इति अर्थे महोदय प्रायः लिखितवान् इति मन्ये. किन्तु अनुवृत्तिसहितसूत्रं पश्यामः चेत् धातोः इत्येव दत्तवान् महोदय. तर्हि पञ्चमी अस्ति अत्र. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मिन्नपि पञ्चमी विभक्तिरस्ति. अत्रापि पञ्चमी विभक्तिरूपेण एव आगच्छति. कदाचित् षष्ठीतः पञ्चमी वा पञ्चमीतः षष्ठी वा सप्तमी वा तादृश विभक्ति परिवर्तनं भवति. यत्र अनुवृत्तिः आयाति वचनपरिवर्तनमपि भवति. अत्र तु पञ्चमेव पर्याप्तम् इति मन्ये. किमर्थम् इत्युक्ते अनुवृत्तिसहितसूत्रमहोदय एकवचने एव लिखितवान् खलु. अस्तु भगिनी, एकः प्रश्नः, अन्तिमः प्रश्नः. अत्र तत्त्वबोधिनी इति लिखितमस्ति, कीदृशः ग्रन्थः भवती यद् जानाति? न्यायशास्त्रग्रन्थः अस्ति इति मन्ये. अस्तु, धन्यवादः. टीका ग्रन्थः भगिनि, सिद्धान्तकौमुदी बालमनोरमा तत्त्वबोधिनि. ओ, किञ्चित् व्याकरणटीका ग्रन्थः. टीका ग्रन्थः किं? टीका सिद्धान्तकौमुद्याः टीका ग्रन्थः, सिद्धान्तकौमुदी बालमनोरमा तत्त्वबोधिनि. किन्तु एतादृशनिरूपणं तु न्यायशास्त्रे एव भवति, न्यायशास्त्रात् आगच्छति एतादृशनिरूपणम्. तद् पदं तु न्यायशास्त्रे अस्ति. न, एतादृशनिरूपणं स्वनिष्ठधारता निरूपिता आधेयता सम्बन्धे तत् न्यायशास्त्रेण आगच्छति. सत्यं भगिनि, किन्तु वाक्यं तु प्रायः तत्त्वबोधि बोधिन्याः वाक्यम् अस्ति इति मन्ये, दत्तमस्ति. किन्तु अधुना तस्य अवधानं न दातव्यम् इत्येव मम मतिः. अहं स्वनिष्ठ आधारता निरूपित आधेयता सम्बन्धेन हेतुः इत्युक्ते तस्मिन् अस्ति इत्येव तत्र रूपयति. स्वनिष्ठ इत्युक्ते स्वस्मिन् तिष्ठति इति, आधारता निरूपित. अत् किमित्युक्ते अस्माकं न्यायवर्गे वयम् एकं चित्रं कुर्मः, आधारता अनन्तरम् आधेयता इति चित्रं कुर्मः. तत्तु किञ्चित् तस्य कृते प्रायः वर्गद्वयमेव भवति. अष्टाध्यायी डाट् काम् मध्ये तस्मिन् विषये दत्तमस्ति प्रायः. पठेयुः बहु अधिकम् अस्ति, एकं वाक्यमस्ति. सन्धिविच्छेदं कृत्वा पठनीयं भगिनि, समस्तपदं सर्वमस्ति अत्र. स्वनिष्ठ कथम् आयाति, आधारता कथम् आयाति, निरूपिता कथम् आयाति, आधेयता कथम् आयाति, सम्बन्धेन कथम् आयाति, आधारता आधेयता इति भेदः कः इति अवगन्तव्यः. तदनन्तरं चित्रनिरूपणं भवति तत्र. बहु बहु कष्टं तथैव अहं तु त्यजति. भगिनि बहु कष्टम् आसीत्, किन्तु गुरु महोदय बहु इच्छति न्यायवर्गं. बहु बहु ऐ मीन् इट्स् वेरि इण्ट्रेस्टिङ्ग् न्यायशास्त्र. But it is very difficult, and also why do we need it learning science? Mama kim abhavat ittikte mama tu tadrisha bhasha avagamanam nasit tat patitam iti krutva aham tyaktavati. Agre maya vargam gantavyam. bahu samaye parantu jaditam. रामप्रिया भगिनी, रामप्रिया भगिनी कृते पठतु. ओ अस्तु भगिनि, अस्तु सूत्रम् अभवत्. अस्तु, अत्र प्रेषणादौ इति उक्तं, विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति। अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्यां। बालमनोरमा इति सिद्धान्तकौमुदी टीकाग्रन्थे दीयते। प्रेषणादि प्रेषणाध कथं भगिनि विच्छेदं विद्यादि इत्यादि शब्देन अस्तु प्रेषणादौ इत्यादि शब्देन अनुमतिः उपदेशादीनां ग्रहणम् अध्येषणाम् अनुमतिः उपदेशादीनां ग्रहणं तत्र वृत्त्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इति अर्थः सामान्य समानस्य अधिकस्य च संख्या एव किल तत् सख्या एव वा सख्या च आर्यादेः न अत्र सख्याचार्य आचार्य धन्यवादः सख्या आचार्यादेः प्रवर्तना अध्येक्षणा अनुमति राजादेः सम्मतिः ज्वरितस्य कषायपाने हित अवबोधनेन प्रवर्तना उपदेशः अस्तु हनना किं भगिनि भीत्या हननात् भीत्या पालयमानस्य निरोधचरणमपि प्रयोजकव्यापारः भगिनी यदि हननं कोऽपि हननं कर्तुम् आगच्छति चेत् वयं तु पलायमानं तस्मिन् समये केनापि कोऽपि आश्रयः ददाति चेत् तत्तु वयं किं तादृश आचारं यद् अस्तु इति कृत्वा वयम् आचरामः तदपि प्रयोजकव्यापारः इति एवं वा अस्तु सिद्धान्तकौमुद्याः वाक्यानि अग्रे पूर्णतया दत्तमस्ति भगिनि एकैकस्य अवगमनं तदेव अहं पठामि भगिनि क्रमेण प्रेषणादौ इत्यादि शब्देन अध्येक्षणा अनुमति उपदेशादीनां ग्रहणम् अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना प्रेरणा भवति इति उक्तम् अनन्तरं तदेव प्रथमवाक्यमासीत् तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इति अर्थः स्वामी कर्मचारिणा कार्यं कारयति तदेव भृत्यः इत्युक्ते सेवकाः सन्ति निकृष्टः इत्युक्ते अधमः इति निकृष्टः अधमः जनः तर्हि स्वामिनः यदा आदिशति तस्मिन् समये सेवकाः तु कार्यं कुर्वन्ति खलु तर्हि तैः यदा कार्यं कारयति स्वामी तर्हि तादृशं तु प्रेषणा अस्ति आज्ञा इत्यर्थः स्वामी कर्मचारिणा कार्यं कारयति इति द्वितीयं तृतीयमस्ति समानस्य ओ एवमेव द्वितीयं प्रथमं प्रेषणा द्वितीयं अध्येक्षण अस्तु अध्येषण समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना अध्येषण सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति अस्तु अत्र तदेव अध्येषण समानस्य अधिकस्य च सख्या इति मित्रत्वम् अस्तु सख्या आचार्यादेः प्रवर्तना सख्या वा आचार्यः वा तेषां प्रवर्तना अध्येषण इति अर्थे सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति अस्तु तृतीयमस्ति अनुमतिः राजादेः सम्मतिः राजा अनुमतिं दत्त्वा कृषकैः तद् वर्षस्य कृषिकार्यं प्रारम्भयति अतः निच् प्रारभते किन्तु तत्र निच् आगच्छति प्रारम्भयति इति परस्मैपदिदातुः परस्मैपदिरूपं प्राप्नोति परस्मैपदिरूपं सम्यक्। अतः तत्र तृतीयमस्ति अनुमतिः विषये। यदा राजा अनुमतिं दत्त्वा राजायाः अनुमतिं स्वीकृत्य कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति इति आज्ञा इत्येव अस्ति खलु अनुमतिः। तदेव मम अपि चिन्तनमस्ति। राजादेहे आज्ञा अनुमतिः इति, किन्तु यदि स्वामिनः आज्ञा अस्ति चेत् तत्तु प्रेषणं भवति। तथा एव आचार्यादेहे आज्ञा तु अध्येक्षणा भवति इति, अध्येक्षणा भवति। तृतीयं चतुर्थमस्ति ज्वरितस्य कषायपाने हितौ अबोधनेन प्रवर्धना उपदेशः इति। वैद्यः रोगिणं तिक्तम् औषधं पाययति। अस्तु, वैद्यः रोगिणं पाययति इति स्वीकुर्मः चेत् तत्र पिबति पाययति इति रूपम् आगच्छति। अस्तु, सम्यक्। ज्वरितस्य कषायपाने हितौ अबोधनेन प्रवर्तना उपदेशः, बोधनं विना प्रवर्तनं, बोधनं विना तदे रोगिणः कषायपाने हितौ इत्युक्ते भगिनि कषायपान कषायं जानामि हितौ हितं किम् इति न वदति खलु सामान्यतया वैद्यैः तु न उच्यते। आधुनिककाले तु वयं अस्माभिः प्रष्टुं शक्यते वैद्यानां वैद्येभ्यः किम् अस्ति एतद् गुलिकाम् इति प्रष्टुं शक्यते। पूर्वपुरातनकाले तादृशं नासीत् खलु, यत् ते ददन्ति ददति वयं तु तत् स्वीकुर्मः। परन्तु उपदेशः इति किमर्थं दत्तमस्ति? उपदेशः इत्यस्य अर्थः तु भिन्नः किल, ज्वरितस्य यः ओके तिक्तम् औषधम् इति दत्तमस्ति, तिक्तम् औषधं पाययति इति अर्थः महोदय, बिटर् तिक्तम् इति बिटर् भगिनि भगिनी एकः प्रश्नः अस्ति। अत्र पूर्वस्मिन् परिच्छेदे प्रेषणादि वित्यादि दिशब्देन इति तत्र एकं पदम् अस्ति। तत्र अहं चिन्तयामि प्रेषणादौ योगः इत्यादि शब्देन तत्र यान्तवान्तादेशस्य सन्धिः भूत्वा प्रेषणादावि इति इच्छुक्त अत्र तदेव अत्र एकम्। अपि च अत्र अग्रिमं वाक्यं पश्यामश्चेत् राजादेः सम्मतिः इति लिखितमस्ति, तत्र तु मुद्रणदोषः इति भाति। तत्र अनुस्वारस्य स्थाने मकारः एव लेखनीयः। विकल्परूपं तादृशं भवति वा तत्र तादृशं भवति वा तत्र भवति इति मन्ये भगिनि खलु? अत्र वयं पुनः पश्यामश्चेत् तदेव पदम् इत्युक्ते राजादेः सम्मतिः इति पदम्। अत्र तु किम् अस्ति अस्माकं सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः इति, अत्र तु सम्मतिः इति सम् इति उपसर्गः अस्ति, तत्तु पृथक् पदम् इति अपि वक्तुं शक्यते। तर्हि पदद्वयम् इत्यपि स्वीकर्तुं शक्यते। तादृशं स्वीकुर्मः चेत् सम्मतिः इति अनुस्वारस्य परसवर्णः इत्यनेन किम् अस्ति पृथक् पदम् अस्ति चेत् तादृश कार्यं निश्चयेन कर्तव्यम् इति अस्ति किम् अस्ति खलु, एकस्मिन् पदे एव तादृशं। मम चिन्तनमस्ति सम्मतिः तत्र मकारः, अत्र अग्रे पुनः तदेव पदं भिन्नस्थले अपि लिखितमस्ति सम्मति इति पदम्, अपि च त्यजतु। अनन्तरम् अत्र कषायपाने हितौ मम चिन्तनमस्ति तत्र अवबोधनेन इति पदं, न तु अबोधनेन इति स्यात् किम्? अहं सवि द्रष्टुं शक्यते खलु अत्र मम चिन्तनमस्ति अबोधने इत्युक्ते किमपि न वक्तव्यमस्ति तत्र अवबोधने कत्र कुत्र अस्ति भगिनि? अत्र अबोधने इत्यस्मिन् स्थाने तत्र अवबोधने इति पदं भवितव्यं वा इति मम चिन्तनम्। अत्र कषायपाने हितौ अवबोधनेन, किमर्थमित्युक्ते तत्र उपदेशः इत्यस्मिन् अर्थे एतद् वाक्यं लिखितमस्ति. उपदेशः इत्युक्ते यत्किमपि वयं वदामः तस्य अवबोधनार्थम् अथवा अवगमनार्थम् एव उपदेशं कुर्मः. तत्र उपदेशं दत्त्वा रोगिणा त्यक्तम् औषधम् अवबोधनेन इति एव अस्ति भगिनि. अत्र बालमनोरमायाम् अवबोधनेन इति एव अस्ति. तर्हि यत्र उपदेशं ददाति, एतादृशं करोति चेत् हितं भवति इति, यत्र उपदेशं दत्त्वा अस्माभिः अवगम्य वयं यदा पिबामः तस्मिन् समये तत्तु उपदेशं भवति खलु. अवबोधनेन महोदय ललिखामि एकनिमिषम्, नो चेत् भिन्नार्थः भवति खलु. अवबोधनेन इत्युक्ते उपदेशः, तत् समीचीनम्. अन्तिमं पठामि वा भगिनि? आं भगिनि. हननात् भीत्या पलायमानस्य निरोध आचरणमपि प्रयोजकव्यापारः अनुग्रहः. दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति, दुर्जनस्य हन्तारं प्रति अनुग्रहः. अत्र दुर्जनः हन्त्रा मारयति इति स्वीकुर्मः. तत्र भीतग्रस्तं पलायमानं गृहीत्वा तदेव अनुग्रहः. हननात् भीत्या पलायमानस्य निरोध आचरणमपि प्रयोजकव्यापारः अनुग्रहः इत्यस्मिन् अर्थे अस्ति. दुर्जनः हन्त्रा मारयति, दुर्जनस्य हन्तारं प्रति अनुग्रहः. कथम् अस्ति दुर्जनौ सन्ति इति वदतु महोदय. नास्तु भगिनी, सरला भगिनी एतद् वदति वदान भगिनी, सरला भगिनी. जनत्रयः सन्ति, एक दुर्जन अस्ति, द्वितीय हन्ता अस्ति, तृतीय भीतग्रस्तम् अस्ति. भीतग्रस्तं पलायति, हन्ता दुर्जन हन्तारं प्रयोजनं करोति, अनुग्रहं करोति चेत् भीतग्रस्तं मारयतु इति. सर्वे अनुग्रह कथं वदामः, अनुग्रह शब्दस्य महोदय उक्तवान् अत्र इति अस्ति. किन्तु अग्रे पृथक्तया सूत्राणि सन्ति, यत्र एतादृशं हन्ता अस्ति मारयितुं तादृश भावः भवति, तादृशसन्दर्भेषु पृथक्तया सूत्राणि सन्ति, येन निच् प्रत्ययः विधीयते. अतः अत्र पञ्चसन्दर्भः किल, प्रेषणं, अध्येषणा, सम्मतिः, उपदेशः, अनुग्रहः. एतादृशस्थलेषु हेतुमति च इति सूत्रेण निच् विधीयते. मया तु अनुग्रहः इति अहं तु पूर्वं चिन्तितवती, यत्र यत्र आचार्यादे सख्यादेः चेत् अध्येषण, अनन्तरम् आचार्यादेः चेत् अनुग्रहः इति मया चिन्तितम् आसीत्. किन्तु महोदय अत्र लिखितवान् अनुग्रहः इत्युक्ते हननात् भीत्या पलायमानस्य. तत्तु तत्तु भगिनि, दुर्जनस्य अनुग्रहः दीयते इति. किन्तु मम अवगमनमासीत् किं पूर्वं तु मम अवगमनम् आसीत् अत्र तु तृतीय द्वितीयम् अस्ति खलु, अध्यक्षणा इत्यस्मिन् सख्या आचार्यादेः इति अस्ति खलु, सख्या इति अध्येषणा, अनन्तरम् आचार्यादेः इति अधोभागं लिखित्वा आनयित्वा अनुग्रहः इति मया अवगतम् आसीत् पूर्वं. वयम् आचार्यमपि उपदेश आचार्यं शिक्षकेन उपदेशं दीयते इति वयम् आचार्येण आचार्यः तु अनुग्रहः दीयते खलु आचार्येण तु अनुग्रहः अनुग्रहः इति अनुगत्वा ग्रहणं करोति इति कृत्वा अनुग्रहः किम् आं भगिनि अत्र अनुसृत्य ग्रहणं इति कृत्वा अनुग्रहणम् अस्ति तद् गृहीत्वा तदनन्तरं तस्य द्विजनस्य अनुग्रहः भवति अन्ता भीतग्रस्तं अन्तारं तत्तु हन्त्रा हन्तारं न द्विजनस्य हन्तारं प्रति अनुग्रहः तत्तु एकस्य अनुग्रहः द्वितीयस्य अनुग्रहं दीयते इति तत्तदैव मम मनसि तदैव आशीर्वादः इति किमपि नास्ति केवलम् अनुसृत्य गृह्णाति इति अनुग्रहः अस्तु अस्तु आम् आम् आम् अस्तु अग्रे करेम किम् हरि ओम् अहं मन्ये सर्वे चिन्तयन्ति इति मन्ये चिन्तनविषयं स्वीकृत्य जीर्णं करोति इति मन्ये यत् पठितुं सन्ति किं भगिनि रामप्रिया भगिनी आम् आं भगिनि क्षम्यताम् अस्तु अग्रे सरेम के अस्तु पुष्पा भगिनी पठति किं भगिनि निजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण सनाद्यन्ताः दातवः तत्तु 3132 मया संख्या न वदामि सम्यकेन तथैव गुप्तिद्यः सन् इत्यस्य सन् इत्यारभ्य कमेर्णीन् इत्यस्य नि इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवति अस्तु सनाद्यन्ताः दातवः तत्तु तस्य विवरणं कृतं अग्रे पठामि पठामि अत्र अस्ति अग्रे अस्ति मया दृष्टम् अस्तु सन् आदौ येषां ते सनादयः सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं दातवः प्रथमान्तं विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् अग्रे पठित्वा विवरणं कृतं भगिनि द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति सन् क्यच् काम्यच् क्यश् क्यङ् क्विच् नियङ् इयङ् निच् यक् आय् आय आय इङ् इति यङ् इति येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकम् एषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव. अतः निच् प्रत्ययस्य योजनेन चोरि, पाटि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्ताः धातवः इति सूत्रेण धातुसंज्ञकाः. एते अतिदेशिकधातवः. औपदेशिकधातवः उपद्विसहस्रं ते भूवादयः धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. एतद् विवरणं कृतं, प्रयत्नं करोमि. सनाद्यन्ताः धातवः ते एतद् सूत्रं वदति. गुप्तिज्भ्यः सन् इत्यस्य सन् इत्यारभ्य कमेर्णि इत्यस्य निङ् इत्यन्तं द्वादश प्रत्ययाः प्रत्ययः येषाम् अन्ते ते सर्वे सन् क्वच् एतादि प्रत्ययाः अन्ते भवन्ति. येषां धातुसंज्ञा स्यात् धातुसंज्ञा अस्ति चेत् एव सनाद्यन्ता धातवः कार्यं करोति. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. तद् विवरणं कृतं. तद् सनाद्यन्ताः अत्र विसर्गः लोपः अस्ति. सनाद्यन्ताः सनादयः अन्ते येषां ते सनाद्यन्ताः. तद् समासस्य विवरणं कृतं. सनाद्यन्ताः प्रथमान्तं तत्सर्व वयं जानीमः. धातवः प्रथमान्तं द्विपदमिदं सूत्रं स्वयं सम्पूर्णम्. सनाद्यन्ताः धातवः सनाद्यन्ताः सनादि तद् सनादि तद् सङ्ख्यच् काम्यच् ते सर्वे प्रत्ययः. ते सर्वे धातु कार्यं करोति. ते सर्वे धातवः. तर्हि धातुसंज्ञा सूत्रद्वयेन विधीयते. ये औपदेशिकदातवः द्विसहस्रम् औपदेशिकदातवः इति वयं जानीमः, तेषां तु संज्ञा भवति, धातुसंज्ञा विधीयते भूवादयो दातवः इति, भूवादयो दातवः इति सूत्रेण. अनन्तरम् अनन्तरं ये सनाद्यन्ता दातवः इत्यनेन ये नूतनदातवः अस्माभिः निर्मीयन्ते तेषां तु धातुसंज्ञा भवति सनाद्यन्ता दातवः धातुसंज्ञा इति. तस्य तु अन्यनामकरणमस्ति, आतिदेशिकदातवः इति लौकिकनाम अस्ति. आतिदेशिकदातवः सनाद्यन्ता दातवः निच्छति. तेषु अन्यतमः अस्ति निच्छति. भगिनि, अत्र एकं वाक्यमस्ति, येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकम्, इत्युक्ते सन् इति प्रातिपदिकात् क्षम्यतां प्रातिपदिकेभ्यः सन् प्रत्ययस्य योजनेन तत्र नूतन प्रातिपदिकमागच्छति. न भगिनि, भवती शृणोतु, भगिनि भवती शृणोतु, भव्या भगिनी भवती किञ्चित् उत्तरं ददातु. अत्र प्रातिपदिकात् सन् इति प्रत्ययं योजयामः वा अत्र? अत्र भगिनि, अत्र केचन सन्ति ये धातुतः आयान्ति. उदाहरणार्थं पट् इति सन् इति प्रत्ययः अस्ति, पट् धातुतः. उदाहरणार्थं पट् धातुतः आगच्छति, नो चेत् अंश धातुतः इति आगच्छति. केचनाः सन्ति उदाहरणं यङ्गपि धातुतः एव आयाति, निच्चपि धातुतः आयाति, किन्तु अन्ये केचन प्रत्ययाः अत्र एव सन्ति. उदाहरणार्थं काम्येच् प्रत्ययः अस्ति, पुत्रयोगः पुत्र कामयति इति कृत्वा काम्येच् प्रत्ययः विधीयते, इच्छति इति कृत्वा इच्छार्थे. तर्हि पुत्रयोगः काम्यत् पुत्र कामयति इति पुत्र काम्य इति नूतनधातुः निर्मीयते. तत्र तु पुत्र इति प्रातिपदिकम् अस्ति खलु इति कृत्वा तादृशं केचन प्रत्ययाः सन्ति ये धातुतः विधीयन्ते, केचन केचनाः सन्ति ये प्रातिपदिकात् अपि विधीयन्ते इति. भगिनी अत्र प्रत्ययान् पश्यामश्चेत् एकः प्रत्ययः अस्ति णिङ् इति अस्ति, णिच् अपि अस्ति. णिच् वयं जानीमः, किन्तु णिङ् प्रत्ययस्य प्रत्ययान्तरूपं किमपि पदं स्मारयति चेत् वदतु. अत्र भिन्नप्रत्ययः अहं तु स्वयं न जानामि भगिनि, किन्तु अष्टाध्यायी डाट् काम् मध्ये गच्छामः चेत् तत्र तु विशेषस्य उदाहरणं दत्तम् अस्ति. अस्तु, द्रष्टुमिच्छति चेत् मिलित्वा पश्यामः. चिन्ता मास्तु, अग्रे गन्तव्यं, बहु किमपि अस्ति अत्र. भगिनि अत्र तु केचनः अस्माभिः महोदयेन पाठिताः सन्ति. उदाहरणार्थं किम् अस्ति अस्माभिः भानुवासरवर्गे तु वयम् एतावत्पर्यन्तं सन् णिच् दृष्टं, यङ् दृष्टं, यत् प्रत्ययः तु दृष्टमेव कर्मणि यक् इति. अन्ये तु अस्माभिः एतावत्पर्यन्तं न दृष्टं, अहम् एकवारं श्रुतवती तदर्थं वदामि. अत्र क्विप् इति एकः प्रत्ययः अस्ति. साधारणतया क्विप् प्रत्ययान्तरूपाणि कानिचन पदानि वदामि. अत्र शास्त्रवित्, वाग्वित्, दुष्कृत्, वेदवित् इत्यादीनि पदानि, तेषाम् अन्ते क्विप् इति प्रत्ययः अस्ति. तत्र किमित्युक्ते क्विप् प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयते, किन्तु क्विप् इत्यस्य लोपः भवति इति मन्ये खलु. अहं चिन्तयामि अत्र क्विप् प्रत्ययः यदि प्रातिपदिकेभ्यः क्विप् विधीयते, अनन्तरं तस्य तु पूर्णतया लुक् भवति, लोपः भवति. धन्यवादः. केवलं गते वर्गे वयं दृष्टवन्तः भगवद्गीता पुस्तके, तत्र एकं पदं वयं दृष्टवन्तः, दुष्कृत् इति पदम् अस्ति, तकारान्तपदं. तादृशानि पदानि अन्यानि अपि सन्ति. त्यजेत् जानामि भगिनि, तावत् अहं न जानामि. चिन्ता मास्तु भगिनि, अग्रे गन्तव्यं. भवती बहु प्रगर्त भगवद्गीता अनेकानि कार्याणि अनेकाः विषयाः जानन्ति. अस्तु, अग्रे सरेण. अरुणा भगिनी पठना पठितवती खलु भगिनी, कृपया पठतु. निच् प्रत्ययः त्रिप्रकारकः. एकः यः निच् प्रातिपदिकेभ्यः विधीयते, सदन लवण व्रत वस्त्र हल कल कृत कृतातु मुंड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत सूतेभ्यः इति निश्चिते. पुनः वदतु भगिनि. मुण्डमिश्र अधुना अस्माकं नास्ति, महत्त्वं नास्ति भगिनि, अग्रे मुण्डमिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूतेभ्यः इति दृष्ट्वा एव अहं वदामि. तत्र अष्टाध्यायी डाट् काम् मध्ये पृथक् कृत्वा दत्तम् अस्ति. श्लक्ष्ण इति नास्ति, प्रायः कुत्रचित् मुद्रणदोषः भवेत्, किन्तु श्लश्न इति एव दत्तम् अस्ति अत्र अन्तु शक्ष्ण इति एव भगिनि अत्र तु महोदयेन प्रायः मुद्रणदोषः स्यात् पुनः अत्र काशिका सिद्धान्तकौमुद्यं काशिकायां पश्यामि श्लक्ष्ण इति अस्ति न अधुना तु अस्माकं विवक्षा नास्ति खलु अग्रे पृच्छेम इति कुत्रचित् भवति इति अस्ति तावदेव आं भगिनि अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यन्ती अस्मि तत्रापि श्लक्षण इति पदम् अस्ति अत्र मिश्रश्लक्षण अत्र महोदयेन दत्तमस्ति अग्रे भगिनी यदा पठिष्यति नामधातुप्रकरणे अयं विषयः आयाति इति अस्ति भगिनि तर्हि तस्मिन् समये पश्येम सः भिन्नवर्गः भवति इति मन्ये कुर्मः इत्युक्ते अत्र अनेन सूत्रेण प्रातिपदिकेभ्यः णिच् विधीयते इत्यनेन लोम त्वच वर्म वर्ण चूर्ण अनन्तरं चुरादिभ्यो प्रातिपदिकेभ्यः निच् भिन्नर्थेषु भवति भवति अतः अस्मिन् पाठे न प्रातिपाद्यते नामधातुकप्रकरणे अयं विषयः आयाति प्रातिपादिक निच् प्रत्यय विषयम् अत्र न विचारण न प्रतिपाद्यते नामधातुकप्रकरणे अपि आयाति द्वितीयं यः निच् चुरादिभ्यः स्वार्थे विधीयते सत्य अपपाशरूपवीनतूलश्लोकसेनलोमत्वच्च वर्म वर्णचूरचुरादिभ्यो निच् इत्यनेन तृतीयम् अत्र चुरादिभ्यो इति अस्ति खलु तर्हि चुरादिगणस्य कृते अत्र निच् निच् प्रत्ययः विधीयते तत्तु चुरादिगणस्य स्वार्थे विधीयमानः किन्तु अग्रे यत् सत्यापपाश रूप इति वीणा इति सर्वम् अस्ति खलु तत्सर्वं तु भिन्नप्रकरणमस्ति नामधातुप्रकरणे आगतम् किन्तु केवलम् अन्तिमभागः यत् अस्ति चुरादिभ्यो निश्चिते अस्ति तत्र तु तत्तु कर्तृर्थके स्वार्थे कर्तृर्थके विधीयते चुरादिगणे गणेभ्यः धातुभ्यः विधीयते यः निच् प्रेरणार्थे विधीयते हेतुमति च इत्यनेन तदेव निच् त्रिषु स्थलेषु आगच्छति इति मन्तव्यम् एकं तु नामधातुप्रकरणे आगच्छति अनन्तरं अस्माकं चुरादिभ्यो निच्छति सत्यापपाश इति सूत्रेण चुरादिगणस्य धातूनाम् अनन्तरम् आगच्छति अनन्तरं प्रेरणार्थके अपि सर्वेभ्यः धातुभ्यः प्रेरणार्थके भवति हेतुमति चैत्येन गणं तु न उक्तमस्ति खलु अत्र अग्रे पुनः महोदयस्य भङ्गम् अभवत् मन्ये लक्ष्मी भगिनी पठति किं भगिनी अत्र नामधातुप्रकरणम् इति दत्तमस्ति इत्युक्ते नामपदेभ्यः ना धातूनां निर्माणं भवति वा धातुनिर्माणम् इति प्रायः आं भगिनि अस्तु उदाहरणार्थं कुत्र कामयति तदपि नामधातु अस्ति किल खलु तत्र पुत्र इति पदम् अकारान्त पुंलिङ्गपदम् अस्ति अत्र नामपदमेव प्रातिपदिकात् अस्तु प्रेरणार्थे णिचि तिङन्तनिष्पादनक्रिया ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे ते सर्वे प्रेरणार्थे ण्यन्तक्रियायाम् अपि प्रयुक्ताः अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति इत्युक्ते चुरादिगणे यानि यानि कार्याणि निच् स्वार्थे अपि चुरादिगणे योजयामः अत्र स्वार्थे णिच् योजनेन यानि कार्याणि भवन्ति तान्येव कार्याणि अथवा तादृशी प्रक्रिया एव अत्रापि. अत्र प्रक्रिया का इत्युक्ते अत्र सोपानत्रयं वर्तते, धातुः, योगः, निच् प्रत्ययः, निजन्तधातुः, धातोः निर्माणं भवति इत्युक्ते अत्र पाठ्ययोगः णिच् पाठि निजन्तधातुः, निजन्तधातुतः शप् विकरणप्रत्ययः, प्रत्ययस्य योजनेन अङ्गम् अङ्गनिर्माणं भवति. अत्र पाठीयोगः शप् इत्यस्मात् शप् विधीयते, तत्र अकारः अवशिष्यते, तेन पाठय इति अङ्गं निर्मितं भवति. तिङ् प्रत्ययं निमित्तं मत्वा, अस्तु, अत्र पाठी प्रथमतया पाठी पाठे भवति इत्युक्ते सार्वधातुकार्धधातुकयोः इत्यनेन अत्र तदनन्तरम् एचो एवायावः तत् सर्वं भूत्वा तत्र पाठय अङ्गं अङ्गं योगः तिङ् प्रत्ययः, पाठय योगः तिप् इत्यस्मात् ति योजयामः, तेन पाठयति तिङ्गन्तरूपं णिजन्तरूपं पाठयति. अग्रे पठामि वा? आं भगिनि. अत्रापि णिच् प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यत्रयं सम्भवति. औपदेशिकधातोः स्वरूपम् अनुसृत्य, अस्तु, इत्युक्ते अत्र पूर्वमेव दत्तमस्ति उपद्विसहस्रं धातवः सन्ति, ते सर्वे पाणिनिना उपदिष्टाः सन्ति इति कृत्वा तेषां नाम औपदेशिकधातवः. औपदेशिकधातोः रूपम् आधारीकृत्य अत्र त्रीणि कार्याणि भवन्ति. इत्युक्ते अत्र धातुः अजन्तधातुः अस्ति चेत् साधारणतया अचो इणिति, हलन्तधातुः अस्ति चेत् अतोपधायाः अथवा पुगन्तलघुपधस्य च, अनयोः द्वयोः एकस्य कार्यं भवति. अत्र प्रथमम् अचो इणिति पठामि वा? अत्र अचो इणिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. णिति इति णिति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन अत्र अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः भवति. ञाच णाच ञणौ णिच णौ इतौ यस्य तत् णित् तस्मिन् णिति द्वन्द्वगर्भ बहुव्रीहिसमासः अचः षष्ट्यन्तं णिति इणिति सप्तम्यन्तं द्विपदमिदं सूत्रं मृजेर्वृद्धिः इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः इणिति. अत्र अजन्त अङ्गमस्ति चेत् तस्य अन्त्यवर्णस्य वृद्धिः भवति इति णिति प्रत्यये परे. अत्र तु केवलं णिति प्रत्यये परे इति एव स्वीकर्तव्यं. किमर्थमित्युक्ते अत्र णिच् णित् भवति, चकारः हलन्त्यम् इत्यनेन अपगच्छति, नकारः एव तिष्ठति, तेन णिति प्रत्यये परे इति भवति. किन्तु अत्र अङ्गं तु अजन्ताङ्गं भवेत्. तदर्थमेव अत्र उदाहरणं दत्तमस्ति, प्रेरणार्थकणिचि यथा निधातुः, निधातुः अजन्तधातुः, दीर्घे ईकारान्तधातुः, णिच् योजनेन तत्र अचो इणिति इति सूत्रेण अत्र वृद्ध्यादेशः भवति, वृद्धिः. ईकारस्य वृद्धिवर्ण वृद्धिसंज्ञकवर्णः तु ऐकारः, तेन नञ् भवति, नञ् योगः. णिच् इत्यस्मात् ईकारः अवशिष्यते, चकार णकारयोः अनुबन्धलोपानन्तरं चुटु इत्यनेन णकारः, हलन्त्यम् इत्यनेन चकारस्य लोपः भवति, इकारः अवशिष्यते, तेन नायि इति आतिदेशिकधातुः. तस्मात् अत्र पूर्वं सोपानत्रयम् उक्तमस्ति, तृतीये सोपाने नूतनधातुं स्वीकृत्य शप्रत्ययस्य योजनं कुर्मः, पुनः नूतनम् अङ्गम् आयाति, तदनन्तरं तिङ्प्रत्ययस्य योजनेन नायति इति रूपम् आयाति. यत्र वृद्धिसंज्ञकसूत्रं किम् इति अपि स्मारयति भगिनि. कथं जानीमः नि इत्यस्य वृद्धिः नै इति कथं जानीमः, ऐ इति कथं जानीमः, ईकारस्य वृद्धिवर्णः तत्र वृद्धिरादैचि इति संज्ञासूत्रमस्ति, किन्तु वृद्धिरेचि इति विधिसूत्रं. वृद्धिरादैचि इत्युक्ते वृद्धिसंज्ञकवर्णाः के इति पश्यामश्चेत् आत् ऐच् आत् इत्युक्ते केवलं सन्धिसूत्रमस्ति खलु, पृथक् सन्धिसूत्रमस्ति. किन्तु वृद्धिराजयति संज्ञासूत्रमस्ति, येन अस्माकम् इ इत्यस्य स्थाने कः वर्णः इति प्रश्ने सति वृद्धिराजयच् इत्यनेन ऐकारः भवति. किञ्चित् वदतु भगिनि, अत्र स्थानान्तरतमः अत्र तु ईकारः तु किम् अस्ति, तालव्यवर्णः अस्ति खलु, तर्हि वृद्धिर् आत् आकारः ऐ अनन्तरम् ओकारः औकारः एषु वर्णेषु कः किमस्ति साम्यं कस्य अस्ति इति पश्यामः चेत् ऐकारः तु किम् अस्ति कण्ठतालु अस्ति किम् ऐकारः इति कृत्वा तालु अस्ति इति कृत्वा कण्ठतालु अस्ति इति कृत्वा तस्य साम्यं वर्तते इति कृत्वा तद् आगच्छति स्थानेन्तरतमः इति. अपि च पूर्वस्मिन् सूत्रे अचो इणिति इति सूत्रे तत्रापि विसर्गसन्धिः भवति, अत्र प्रथमं पदम् अचः अस्ति, अचः षष्ट्यन्तं पदमस्ति, अत्र इणिति इति सप्तम्यन्तं पदम्. इणिति इति इत्यस्मिन् पदे द्वन्द्वसमासः द्वन्द्वगर्भ बहुव्रीहिसमासः इत्युक्ते इणौ इतौ यस्य तत् इणित् अस्तु तावदेव. द्वन्द्वम् अस्ति आदौ नौ इति नौ इति अनन्तरं तस्य इत् यस्य इति कृत्वा बहु गृहीतवती अस्तु. धातोः एव सूचना अस्ति, क्षम्यतां, तादृशप्रत्ययस्य सूचना अस्ति इति कृत्वा बहु गृहीतः इति वदामः. इत्युक्ते भगिनि अचः इति षष्ट्यन्तमस्ति इति कृत्वा स्थानी भवति वा तत्र? आम् आम् इति आं भगिनि, अन्तिम अलोन्त्यस्य इति अन्तिमवर्णस्य भवति. अस्तु, अत्र अलोन्त्यस्य इति परिभाषया नी इत्यस्मिन् केवलम् ईकारस्य स्थाने एव अन्तिमवर्णस्य स्थाने एव वृद्ध्यादेशः. अस्तु, मणिमहोदय अस्ति किं महोदय आगतवान् किल, महोदय अग्रे पठति किं महोदय. आं भगिनि, अत उपधायाः उपधायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रं मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचौ णिति इत्यस्मात् णिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः ङिति इति. इदानीम् एतत् सूत्रं तु उपधायां यदा हलन्तधातुः अस्ति चेत् तस्य उपधायां अतः वर्णस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे इति सूत्रं वदति. प्रेरणार्थकनिचि यथा पट् पट् इति अस्माकं हलन्तधातुः अस्ति, उपधायाम् अकारः अस्ति, योगः णिच् इति स्वीकुर्मः चेत् तस्य वृद्धिः भूत्वा अकारस्य आकारः इति वृद्धिः पाटि इति अस्माकं नूतनधातुः पाठयति इति निजन्तरूपम् आगच्छति. अत्र पुनः सामान्यतया उपधावर्णः इक् वर्णः अस्ति चेदेव किमपि गुणं वा वृत्तिः वा कार्यं वयम् अस्माभिः पूर्वं कृतवन्तः. अत्रैव प्रथमतया यत्र उपधायाम् अकारः ह्रस्वकारः अस्ति चेत् तस्य वृद्धिः भवति इति. पुनः अत्रापि वृद्धिसूत्रम् आगच्छति, संज्ञासूत्रमस्ति वृद्धिरादिच्छति सूत्रं वृद्धिरा. अत्र अकारस्य किं समानवर्णः अस्ति, आकारः अस्ति, इवोपि कण्ठवर्णः अस्ति, कण्ठ्य अस्ति, कण्ठ्यौ स्तः इति कृत्वा अकारः आयाति. तत्र अस्तु, अत्र तु अतः इत्यनेन ह्रस्वकारस्य इति ग्रहणम् अपरकरणं वा. अग्रिममपि पठतु. आम्, पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. पुगन्ते यत् तत् पुगन्तं, लघ्वि उपादायस्य तद् लघुपदं, पुगन्तश्च लघुपदश्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य च पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदम् इदं सूत्रं मिधेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्ण अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् इति परिभाषासूत्रात् इकः आयाति यत्र स्थानी न उक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. अत्रापि हलन्तधातुः अस्ति चेत् गुणकार्यं भवति. यदा सार्वधातुक आर्धधातुकप्रत्यये परे अस्ति, परन्तु उपधायां लघुपद इक्वर्णः स्यात्, तादृशमेव अतः तत्र उदाहरणमस्ति अस्माकं लिक् धातुः योगः निच् प्रेरणार्थे निच्. इदानीं नूतनधातुः लेखी इति आगच्छति गुणः भूत्वा पुगन्तलघुपदस्य च इति सूत्रेण. अनन्तरं निच् इति आर्धधातुकप्रत्ययः अस्ति, अतः सूत्रस्य प्रसक्तिः इदानीम्. अनन्तरं नूतनधातुः लेखि लेखयति इति तिङन्तरूपम्. तर्हि त्रीणि कार्याणि, प्रमुखकार्याणि. प्रथमप्रश्नः, अजन्तधातुः अस्ति चेत् अचोनिति इत्यनेन वृद्धिः भवति अन्तिमवर्णस्य. अनन्तरं यदि हलन्तधातुः अस्ति चेत् विषयद्वयम् अस्ति, उपादायं ह्रस्वकारः अस्ति चेत् अतोपदायाः इत्यनेन ह्रस्वकारस्य वृद्धिः भवति, नो चेत् इक् लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन लघु इक् इत्यस्य गुणः भवति. अत्र तु सार्वधातुक आर्धधातुक इत्यस्य कार्यं नास्ति खलु, तद् प्रभाति एव अचोणिति इति कार्यं भवति. सार्वधातुक सामान्यतया यदि वयम् अजन्तधातुः अस्ति चेत् अस्माकं सामान्य सूत्रमासीत् सार्वधातुकप्रक्रियायां सार्वधातुक आर्धधातुकयोः इति सूत्रमासीत्, किन्तु तत् प्रभाति अत्र णित् अस्ति इति कृत्वा अचोणिति इत्यस्य कार्यं भवति, नो चेत् निरवकाशं सूत्रं निरवकाशं भवति इति कृत्वा सूत्रस्य कार्यं. अग्रिमपरिच्छेदं पठामः किल. सरला भगिनी कृतवन्तः तावत्पर्यन्तं. ओ ओ एवं किम्? ओ भगिनी यदा नेरेणि इति उक्तवती अहं चिन्तितवती, मया चिन्तितम् आसीत्, तदर्थमेव अहम् अग्रे भगिनी भविष्यति इति चिन्तितवती. अस्तु, तर्हि किमपि पुनः किमपि विषयः द्रष्टव्यः किम् अस्ति? एतत् सम्यक् अवगम्यं मया तु अवगम्यम्. स्वरूप महोदयस्य वर्गे बहु सम्यक् न अवगतम् एतद् इत्युक्ते सरला भगिनी प्रतिपादितवती, तदनन्तरमेव मयापि अवगतं. न अधुना आगच्छामि, अहं न सम्यक् न अवगच्छामि. अहमपि तत्र अस्मि, न स्वरूप महोदयस्य स्वर्गे अस्मि, परन्तु तद् मया सम्यक् न अवगतम्. इदानीं रेकार्डिङ्ग् चलति भगिनि. ऐ डिण्ट् हियर् द रेकार्डिङ्ग् टुडे.